सर्वेभ्यः संस्कृतभाषाभ्यासिभ्यो नमः। आरम्भे वयम् एकं सुभाषितं शृणुमः, तत्पश्चात् पाठं प्रति सरेम। भगिनी एकवारं सुभाषितं स्मारयतु। विद्यानामनरस्य रूपमधिकं तच्चन्न गुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीन पशुः। ॐ गुरुभ्यो नमः। धन्यवादः भगिनि। साधु, धन्यवादाः। श्वः, ह्यः, अद्य इत्यादीनाम् अव्ययानां प्रसङ्गे पठन्तः आस्म। ह्यः अहम् एकां कथां प्रेषितवती। कथायाः शीर्षकमस्ति प्रयत्नशीलानां देवोऽपि सहायकः। उत्तमा कथा अस्ति, भवन्तः सर्वे अवश्यं पठेयुः। बहु उत्तमा कथा। अपि च श्वः, अद्य, ह्यः इत्यादीनाम् अव्ययानां प्रसङ्गे अध्ययनं कुर्वन्तः आस्म। तस्मिन्नेव प्रसङ्गे एकं सुपरिचितं श्लोकमपि प्रेषितवती। तं श्लोकम् अधुना एकवारं स्मारयामि। श्वः कार्यमद्य कुर्वीत, पूर्वाह्णे चापराह्णिकं, न हि प्रतीक्षते मृत्युः, कृतं वास्य न वा कृतम्। श्वः कार्यमद्य कुर्वीत, पूर्वाह्णे चापराह्णिकं, न हि प्रतीक्षते मृत्युः, कृतं वास्य न वा कृतम्। अयं श्लोकः भवद्भिः श्रुतः एव, भवन्तः सर्वे जानन्ति एव, किन्तु एकवारं स्मारितवती। अत्र श्लोकस्य तात्पर्यम् एवमस्ति यत् श्वस्तनकार्यं, श्वस्तन यत् कार्यं करणीयं तत् कार्यम् अद्य एव करणीयम्, अपि च अपराह्णे यत् कार्यं कर्तव्यं तत् कार्यं पूर्वाह्णे एव समापनीयम्। इत्युक्ते अद्यतन अपराह्णे यत् कार्यं कर्तव्यम् अस्माभिः, तत् कार्यं पूर्वाह्णे एव समापनीयम्। किमर्थम् इत्युक्ते अस्माकं कार्यं समापितं वा न वा, मृत्युः तदर्थं न प्रतीक्षते। इत्युक्ते मृत्युः कदापि कार्यस्य समाप्तेः पर्यन्तं न प्रतीक्षते। तदर्थं यत् कार्यम् अस्माभिः करणीयं तत् शीघ्रं करणीयम् इति तत्र अर्थः अस्ति। अस्मिन् श्लोके एकं क्रियापदमस्ति कुर्वीत। कुर्वीत इति कीदृशं पदम् इति परिशीलयामश्चेत् डुक्रुञ् धातुः अस्ति, औपदेशिकधातुः, लौकिकधातुः अस्ति क्रू। क्रूधातुः उभयपदी अस्ति। क्रूधातोः आत्मनेपदीरूपं विधिलिङ्गलकाररूपम् अस्ति। विधिलिङ्गलकारः अपि च प्रथमपुरुष एकवचनरूपं कुर्वीत। श्वः कार्यमद्य कुर्वीत। अपि च भवन्तः सर्वे एतेषाम् अव्ययानां प्रसङ्गे अन्यान् श्लोकान् जानन्ति चेत् कृपया प्रेषयन्तु, वयं सर्वे मिलित्वा अध्ययनं कुर्मः। गूगल् कृत्वा अथवा अन्यानि पुस्तकानि पठित्वा कुत्रचित् दृष्ट्वा अद्य, ह्यः, श्वः इत्यादीनाम् अव्ययानां प्रसङ्गे भवन्तः यान् श्लोकान् जानन्ति तान् प्रेषयन्तु कक्षायाः अनन्तरं, तदपि समीचीनमेव। अत्र एकः संशयः, पूर्वाह्णे अपि च अपराह्णे पदद्वये णत्वम् आगच्छति किल, विवरणं ददाति वा एकवारम्? अत्र पूर्वाह्णे रकार अस्ति अतः णत्व आगच्छति। पूर्वाह्णे, पूर्वाह्णे णत्वम् अस्ति। णत्वं किमर्थं, तत्र सूत्रं किम् इति पृच्छति वा? णत्वं रकारनिमित्तं, सोरि, रेफनिमित्तं वा? पूर्वाह्णे रेफकारणात् एव। किन्तु इदं पदं समस्तपदं, साधारणतया समस्तपदम् अस्ति चेत् भिन्नसूत्रेण तत्र णत्वं भवति. यथा मया पूर्वम् उक्तं, णत्वप्रसङ्गे 39 सूत्राणि सन्ति, 39 सूत्राणि सन्ति. कानिचन सूत्राणि केवलं समस्तपदानां कृते कार्यं कुर्वन्ति, कानिचन सूत्राणि अखण्डपदेषु. किन्तु एतत् पदं समस्तपदमित्युक्ते सखण्डपदं, सखण्डपदम् अस्ति इति कृत्वा भिन्नसूत्रेण णत्वं भवति इति मम चिन्तनं. यः कोऽपि अथवा या कापि जानाति चेत् अत्र सूत्रं वदतु, दृष्ट्वा वदामि, पश्चात् वदामि. अस्तु भगिनि, अस्तु भगिनि. पूर्वाह्णः इति इण्डिपेण्डेण्ट् स्वतन्त्रपदं किल, अपराह्णः ओन्लि समस्तपदम्. पूर्वाह्णः अपि समस्तपदमेव. ओ, पूर्व प्लस् कः पूर्वाह्णे. अस्तु भगिनि. भवती जानाति एव अहन् इति प्रातिपदिकम् अस्ति, नकारान्तशब्दः अहन् इति, किन्तु अत्र समस्तपदम् अस्ति. भवन्तः जानन्ति चेत् अन्यान् श्लोकान् प्रेषयन्तु, कोऽपि स्मारयति चेत् इतोपि समीचीनं भवति. अस्मिन् प्रसङ्गे णत्वं किमर्थं भवति इति प्रश्नः आगतः. गोमती भगिनी, भवती प्रयत्नं करोति वा णत्वं किमर्थं पूर्वाह्णे? नो चेत् कक्षायाः अनन्तरं चिन्तयिष्यामः, दृष्ट्वा वक्तुं शक्नोमि. साधु चिन्तनं सर्वे चिन्तयन्तु तस्मिन् प्रसङ्गे, अस्मिन् पदे केन सूत्रेण णत्वं भवति इति प्रश्नः. अपि च गीतासोपानं पुस्तके 75 पुटं पश्यन्तु. 75 पुटे द्वितीयाभ्यासपर्यन्तं वयं समापितवन्तः. तृतीयः अभ्यासः अस्ति, तस्मात् आरभ्य अद्य वयम् अध्ययनं कुर्मः. तत्र कोष्टकस्य साहाय्येन अष्टवाक्यानि रचयत इति रक्तवर्णैः लिखिता सूचना दत्ता अस्ति. अधुना भूमा भगिनी अत्र किञ्चित् पठतु. आं भगिनि. कोष्टकस्य साहाय्येन अष्टवाक्यानि रचयत. कृष्णः कुन्ति इदानीं, कृष्णः इदानीं पाञ्चजन्यं धमति. कुन्ति इदानीं तं स्मरसि, पूजां करोति, तं पूजां करोति. कृष्णः पाञ्चजन्यं धमति इति वाक्यमेव साधु, किन्तु कथं ज्ञातवती? कृष्णः प्रथमाविभक्ति अकारान्त प्रथमाविभक्ति कर्तृपदमस्ति, धमति क्रियापदमस्ति. क्रियापदम् एकवचने, प्रथमपुरुषे एकवचने अस्ति. सो कृष्णः दमति, साधु एव. पाञ्चजन्यं द्वितीयाविभक्ति कर्मपदमस्ति. उत्तमम्. अत्र द्वितीयाविभक्तिरूपमेव पाञ्चजन्यं, पाञ्चजन्यम् इति. तत्र अहं चिन्तयामि तत् पदं नपुंसकलिङ्गपदम् अत्र द्वितीयाविभक्त्याम् अस्ति. द्वितीयाविभक्तिः अपि पाञ्चजन्यमेव. उत्तमं. भवती जानाति वा पाञ्चजन्यम् इत्यस्य प्रसङ्गे इतोपि किञ्चित् वदतु. पञ्चजनस्य वधं कृत्वा पाञ्चजन्यं कृष्णः प्राप्तवान्. उत्तमं. तदेव इत्युक्ते तत्र पञ्चजनः इति अहमपि दृष्टवती. पञ्चजनः नाम्ना एकः दैत्यः अस्ति. दैत्यः इत्युक्ते असुरः, दैत्यभेदः. तस्य नाम पञ्चजनः. पञ्चजनः इति पदस्य प्रसङ्गे ज्ञातुमिच्छामश्चेत् पञ्चभिः भूतैः जन्यते. पञ्चभिः भूतैः जन्यते इति पञ्चजनः. इदं प्रपञ्चं पञ्चभिः भूतैः एव निर्मितं, तथा एव अत्र पञ्चजनः इत्युक्ते पञ्चभिः भूतैः जन्यते इति पञ्चजनः. किन्तु पञ्चजनशब्दात् पाञ्चजन्य इति पदं सिद्ध्यति. तत्र तद्धितप्रत्ययान्तपदम् अस्ति, अपि च ष्यञ् प्रत्ययान्तरूपम् अस्ति. तद्धितप्रत्ययान्तशब्दः अस्ति, अपि च एतादृशं पदमेव अन्यत् पदमपि अस्ति. गाम्भीर्यं, गाम्भीर्यम् इत्युक्ते गम्भीरे भवं गाम्भीर्यं, तथा एव पञ्चजने भवं पाञ्चजन्यं. पञ्चजने भवं पाञ्चजन्यम् इत्युक्ते पञ्चजन इति प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन पाञ्चजन्यम् इति पदं सिद्ध्यति. अपि च अत्र पाञ्च इत्यस्मिन् प्रसङ्गे अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः भवति इति विषयः. इत्युक्ते यदा कदापि वयं पाञ्चजन्यम् इति पदं लिखामश्चेत् एवं रीत्या एव लेखनीयम् इति विषयः. अपि च अत्र धमति इति पदम् अस्ति. धमति प्रसङ्गे धमति इति क्रियापदं कोऽपि वदति वा अस्मिन् प्रसङ्गे? वेदा भगिनी वदतु. धुमा धातु अस्ति, धातु भुवादिगणे परस्मैपति धातु अस्ति, सकर्मकधातु अस्ति. तदेव साधु. अत्र ज्ञातव्यः अंशः एव, यद्यपि विषयान्तरमस्ति तथापि धमति इति पदं भगवद्गीतायाम् आयाति. धमति इति प्रसिद्धं पदमेव. तत्र धातुः ध्मा, ध्मा इति तत्र शब्दाग्निसंयोगयोः इत्यस्मिन् अर्थे भुवादिगणे अस्ति अयं धातुः. ध्मा इति धातुतः धमति इति रूपं किमर्थम् आगतम्? योगः अयोगति धमति ध धकार यति दीर्घसूत्रभागात्मा वदतु. अहं पश्यन्ती अस्मि, वदामि भगिनि. पा घ्रा ध्मा स्थां ना दाण् दृशि अर्ति सर्ति सदा इत्येषाम् इत्येतेषां पिबा जिघ्रा धमा तिष्ठ मना यच्छ पश्य रुच्छ धौ शीय सीद इत्येते आदेशाः भवन्ति शिति परतः. शोभा भगिनी एकवारं अत्र प्रसङ्गः कः? ध्मा धातोः प्रसङ्गे किं भवति अनेन सूत्रेण? अनेन सूत्रेण ध्मा इत्यस्य धमा धमति भवति. अनन्तरं ति तिङ् प्रत्ययस्य योजनेन धमति, शप् अपि तिङ् इत्यनेन धमति इति भवति. अनेन दीर्घसूत्रेण ध्मा इति धातोः स्थाने धम आदेशः भवति. धम आदेशः ध्मा धातोः स्थाने भवति तत्र, तदर्थमेव धमति लट्लकाररूपं धमति अस्ति. तेन दीर्घसूत्रेण कार्यं भवति. किन्तु यथा अरुणा भगिन्या उक्तमासीत् शितिपरे एव, शितिपरे एव अत्र धम आदेशः भवति. शितिपरे इति लिखितमस्ति. अत्र गीताञ्जलि भगिनी वदतु, शितिपरे इत्युक्ते किम्? शितिपरे इत्युक्ते श इत् अस्ति चेत् शितिपरे इत्युक्ते शकार इत् यदा भवति तत्र एव अत्र अत्र कार्यं करोति. भुवादिगणीयधातुः अस्ति. भुवादिगणे विकरणप्रत्ययः कः? शप् शित् अस्ति खलु? शप् भुवादिगणे शप् विकरणप्रत्ययः अस्ति. शप् षित् अस्ति इत्युक्ते शकारस्य इति संज्ञा भूत्वा तस्य लोपः भवति. शप् इत्यस्मिन् कर्तरि शप् इति सूत्रेण शप् आयाति भुवादिगणे. सः तालव्यशकारः इति संज्ञकवर्णः भवति. लषक्वतद्धिते इति सूत्रेण तस्य इति संज्ञा भवति इति कृत्वा शप् षित् अस्ति. शप् षित् अस्ति इति कृत्वा शितिपरे एव ध्मास्थाने धम आदेशः भवति. धमति इति रूपम् आयाति. किन्तु वयं ध्माधातोः लृट्लकाररूपम् इत्युक्ते भविष्यत्कालरूपं परिशीलयामश्चेत् तत्र रूपं ध्मास्यति, ध्मास्यति इति रूपम् अस्ति. इत्युक्ते तत्र धम आदेशः न भवति. लृट्लकारे धम आदेशः न भवति. तदर्थमेव ध्मा धातोः रूपं यथावत् तिष्ठति, तस्मात् अनन्तरं भविष्यत्काले स्यतासील् रु लुटोः इति सूत्रेण स्या इति प्रत्ययः आयाति, अनन्तरम् अन्ते ति अस्ति इति कृत्वा लृट्लकारे ध्मास्यति, ध्मास्यति इति रूपं तत्र आयाति इति अत्र विषयः. भगिनि लृट्लकारे सर्वाणि धातोः परे एव स्या भवति. लट्लकारे पिबति विषये लृट्लकारे पास्यति. सो लृट्लकारे नियम यत् धातोः योजनीयं उत्तमं धातोः साक्षात् इत्युक्ते अर्धधातुकलकारः लृट् लकारः अर्धधातुकलकारः तत्र स्या इति लकारनिमित्तिकविकरणप्रत्ययः इति वदामः लकारनिमित्तिकः विकरणप्रत्ययः स्या आयाति इत्युक्ते तत्र धातोः पश्चात् तस्य रूपं यथावत् आयाति इति कृत्वा पाधातोः रूपं पास्यति दाधातोः रूपं दास्यति ध्मा धातोः रूपं ध्मास्यति अत्र तु धातुः ध्मा अस्ति लट्लकाररूपं धमति अपि च अत्र भूमभगिनी अत्र वदतु कुन्ती इत्यस्य प्रसङ्गे किम् उक्तवती पूजां करोति पूजां करोति पूजां करोति तत्र किम् अवगतवती कथं ज्ञातवती तदेव साधुवाक्यम् इति कुन्ती कुन्ती ईकारान्त स्त्रीलिङ्ग एकवचनं प्रथमाविभक्ति करोति अपि कृ धातु करोति लट् वर्तमाने परं प्रथमपुरुषे एकवचनं करोति पूजां कर्मपदं कर्मपदं किमर्थं कर्मपदं कृ धातु सकर्मक धातु उत्तमं पूजां करोति इत्यस्मिन् स्थाने भिन्नं पदं योजयितुं शक्नोति वा पूजां करोति कुन्ती कृष्णम् आह्वयति पूजयति पूजयति पूजयति इति पदं मनसि न आयाति चेत् झटिति मनसि न आयाति चेत् पूजां करोति इति सुलभरीत्या वक्तुं शक्नुमः अत्र सर्वे क्रियापदानि अब्सर्व् करोति चेत् प्रथमतः नास्मि that goes that applies only with aham then tam smarasi si is tvam only like that if we observe then kunti pujam karoti eva we can select that only for this uttamam or even because khinnah santi is also khinnah plural it becomes so kunti khinnah not possible like that also we can select sajja adhi is possible धन्यवादः दर्शना भगिनी अपि उक्तवती सज्जा अस्ति इति अपि साधु एव उत्तमम् अत्र इतोपि किं ज्ञातव्यम् इत्युक्ते कुन्ती पूजयति अथवा पूजां करोति द्वयमपि साधु एव पूजां करोति इत्युक्ते अर्चनां करोति अर्चना पदमस्ति अर्चयति अर्चयति कं पूजयति अथवा कम् अर्चयति अथवा कस्य पूजां करोति कृष्णस्य पूजां करोति कृष्णं पूजयति यः कोऽपि कं पूजयति साधारणतया देवं पूजयति देवं पूजयति उत्तमम् इत्युक्ते मम आशयः तु यः पूजार्हः अथवा यः पूजनीयः तस्य पूजां करोति संस्कृतमातरं पूजां करोमि उत्तमं साधु भगिनी अग्रिमं वाक्यम् अत्र दर्शनभगिनी भवती वदतु तेन सज्जा अस्ति योद्धारः धीराः भवन्तु अपि साधु इति अहं मन्ये खिन्नाः सन्ति अपि साधु तेन इदानीं सज्जा अस्ति योद्धारः धीराः भवन्तु इदानीम् अथवा खिन्नाः सन्ति सम्यक् अस्ति किं भगिनि साधु एव योद्धारः खिन्नाः सन्ति अथवा योद्धारः धीराः भवन्तु इति वाक्यद्वयमपि साधु एव सेना इति पदस्य कृते सेना आकारान्त स्त्रीलिङ्गपद एकवचनं सज्जा तस्याः विशेषणम् अपि च तितु अस् धातु सज्जा इति पदस्य अर्थः कः सज्जा इति रेडि बीङ्ग् उद्युक्तः इति उद्युक्ता इति उत्तमम् इत्युक्ते सिद्धा सज्जीकृतवन्तः इत्युक्ते सेना सज्जा अस्ति अथवा सेना सिद्धा अस्ति अथवा सेना सन्नद्धा अस्ति इत्युक्ते इमानि त्रीणि पदानि समानार्थकानि उद्युक्ता सम्यक् अस्ति वा भगिनि साधु उत्तमम् अत्र सज्ज इति पदं त्रिषु लिङ्गेषु भवति त्रीणि वाक्यानि स्मारयतु त्रिषु लिङ्गेषु अर्जुनः युद्धं कर्तुं सज्जः नास्ति अपि च सेना सज्जा अस्ति तत्तु स्त्रीलिङ्गे सज्जं मित्रं मया सह वक्तुं सज्जम् अस्ति किमपि सज्जा इति पदस्य प्रसङ्गे कोऽपि वक्तुमिच्छति वा इतोपि पदनिष्पत्तिः कथं भवति कान्तरूपं वा महोदय अत्र अहं किम् अवगतवती इत्युक्ते सज्जति इति क्रियापदमस्ति लट्लकाररूपं सज्जति अस्ति तत्र धातुः षस्ज् षस्ज् इति धातुः इत्युक्ते मूर्धन्यषकारादिधातुः अस्ति मूर्धन्यषकारादिधातुः अस्ति चेत् धात्वादेः शहसः इति सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति धातुः षस्ज् अस्ति इति कृत्वा प्रथमतया स्तोःश्चुनाश्चुः इति सूत्रेण तत्र स्चुत्वं भवति तदनन्तरं झलां झस्झसि इति सूत्रेण जकारः आयाति एतावता अत्र सज्जति क्रान्तरूपं नास्ति इति भाति केवलं सज्ज इति प्रातिपदिकमस्ति ताप् प्रत्ययः अस्ति सेना सज्जा अस्ति इति वाक्यं साधु एव अपि च अत्र दर्शना भगिनी भवती एव वदतु धीराः भवन्तु इत्यस्मिन् प्रसङ्गे तत्र धीरः इत्युक्ते कः धीरः इत्युक्ते ब्रेव् भूधातु लोट्लकारी अस्ति बहुवचने भगिनी धीराः इति इण्टेलिजेण्ट् आल्सो वि केन् से धी अस्ति इति धीराः अहं सम्यक् न जानामि अहं चिन्तयामि धीराः इत्युक्ते बलयुताः इति भवितुम् अर्हति वा नो चेत् अत्र धी इति रूपम् अस्ति इत्युक्ते धीमान् धीमति एवं रीत्या तत्र बुद्धेः प्रसक्तिः अपि अस्ति वा परन्तु अत्र सन्दर्भः तु अत्र धैर्यवोचितः धी सिन्स् धी इस् इण्टेलिजेन्स् ऐ जस्ट् वण्डर् वेदर् वि काल् अ बुद्धिमान् आल्सो धीरः जस्ट् अ क्वश्चन् ऐ एम् नाट् शोर् भगिनि अत्र अरविन्द महोदय वदतु बुद्धेः प्रसक्तिः अपि अस्ति वा साधारणतया बुद्धिमन्तः पुरुषाः एव धीराः भवितुम् अर्हन्ति आं भगिनि बुद्धिमन्तः इत्युक्ते तस्य विवेकः भवति सो हि केन् डिसैड् वेदर् दट् बुद्धि केन् बि यूस्ड् इन् गुड् वर्क् सत्कार्य इफ् बुद्धि इस् लिटिल् लेस् इफ् एनिबडि इन्स्टिगेट्स् हिम् टु डु पापकार्यं he will get into that also if he is less and Viveka is less thiyam rati idi vadati na thiyam rati thirah thiyam rati uttam arvind mahode bhavan kim chintayati asmin prasange muda api dhiravat kam kar kaalin karoti atnyanena agree in fact was that way wise fear to try या सुनाश कृते सम्यक् चिन्ता नास्ति कृत्वा मूढ अपि तत् कार्यं करोति यत् यस्मिन् तस्य नाशं भवति उत्तमं धीराः भवन्तु योद्धारः धीराः भवन्तु दर्शना भगिनी, धीर इति पदात् एव धीरत्वं, धीरता, धैर्यम् इत्यादीनि पदानि तद्धितप्रत्ययान्तपदानि निर्मितानि. धीरस्य भावः धैर्यम्. एकं सूत्रमस्ति, तद्धितेष्वचाम् आदेः, तद्धितेषु अचाम् आदेः. धीर ईकारस्य वृद्धिसंज्ञकवर्णः ऐकारः, तदर्थं धीरस्य भावः धैर्यम्. इन् दट् कठोपनिषत् कश्चित् धीरः प्रत्यगात्मानम् ऐच्छत्. देर् वेन् शङ्कराचार्य एक्स्प्लेन्स् दट् भाष्य, ऐ थिङ्क् देर् इस् आनन्दगिरि टीका, देर् इस् दट् धीर इस् नाट् कन्सिडर्, ऐ मीन् हि इस् नाट् कन्सिडरिङ्ग् इट् एस् धैर्यं, बट् धी फ्रम् बुद्धि पायिण्ट् आफ् व्यू he has given some explanation, I can't find it now. He is saying that the one who has nischidartha dhi, he gets established in the firm belief, or the dhrida nischayam on the knowledge what he has got, conviction. Because of which he develops conviction. Because of which his process of atma vivechanam will become firmer, stronger and stronger because of that. From that sense, he is not a dhira who is in a kshatriya dhira, but from a intelligent person. That is the explanation given there. Because that context is like that, no? आवृतचक्षु अमृतत्वम् इच्छन् कश्चित् धीरः प्रत्येगात्मानम् इच्छत्. सो देर् इस् नो युद्धं देर् आर् एनि धीरदा टु बि शोन्. सो द वर्ड् यूस्ड् बै द उपनिषत् धीर देर् इन् दट् कान्टेक्स्ट् हेस् टु बि एक्स्प्लेन्ड् एस् ए रिलेटेड् टु द कन्विक्षन् आर् द इण्टेलेक्ट्. देट् इस् वाट् इट् इस् सेड् देर्. I don't recollect now that particularly, I have to go through that Bhashya, then only I can find out where exactly it is given. But it is related to this context, I know. Because that is not a Yodha or Kshatriya Dharma. Purely Dhima, Dhimat. Bhagini ekam padam uktavati. Dhimata, Dhimata iti padam parshilayamasyat tatra matu pratyantarupam. Tasya pradhama vibhakti rupam dhiman. धीः यस्य अस्ति यस्य यस्मिन् वा इति तत्र विग्रहवाक्यं वक्तव्यं भवति. धीः यस्य अस्ति सः धीमान्, तस्य पदस्य तृतीयविभक्तिरूपं धीमता. तत्र मतुप्रत्ययान्तरूपेषु मतुप् इति कथनेन अन्ते स्थितस्य पकारस्य इति संज्ञा भूत्वा मत् एव तत्र अवशिष्यते. तत्र प्रातिपदिकं तकारान्तप्रातिपदिकं सिद्ध्यति. धीमत् इति प्रातिपदिकमस्ति इति कृत्वा तृतीयाविभक्त्यन्तं रूपं धीमता, धीमता पुरुषेण कार्यं कृतम् इति. The word nididhyasana is also from that root only. वदतु. Nididhyasana, निश्चयेन निश्चितार्था धी निदिध्यासनम् इति सुरेश्वराचार्यस् एक्स्प्लेनेशन् इस् देर् इन् दट्. निश्चितार्था धी निदिध्यासनं, बट् निदिध्यासनं दौ द व्युत्पत्ति कम्स् from grammatical point, I don't know. I mean, you'll have to find out. Agre sarema. Idanim, Darshana Bhagini punha ekavaram vakyani shravayetu. Tatra idanim padam yojayitva smarayetu. Sena idanim sajja asti, yodharaha idanim dhiraha bhavanti, athava khinnaha bhavanti. Khinnaha santi. Atra khinna iti padam kidrusham padam? कथाप्रत्ययान्तरूपं कोऽपि इतोपि वदति वा तस्मिन् प्रसङ्गे, खिन्नपदस्य प्रसङ्गे? खिद् धातु न भगिनि, खिद् गोमति भगिनी वदतु. खिद् योग खिद् इत्तप्रत्ययं ककारस्य इत् भूत्वा ता अवशिष्यते. खिद् ता अनन्तरं दकारस्य नकारं भवति. नष्टपदान्तस्य झलि. एकं विशिष्टं सूत्रमस्ति, यथा भवती उक्तवती तत् साधु एव. अत्र धातुः खिद् धातुः अस्ति. खिद् धातुः दकारान्तधातुः. दकारान्तधातुः अस्ति इति कृत्वा तत्र एकं विशिष्टं सूत्रम् अस्ति, रदाभ्यां निष्ठातः नः पूर्वस्य च दः. रदाभ्यां निष्ठातः नः पूर्वस्य च दः इत्युक्ते तत्र खिद् धातुतः खिन्न, पद् धातुतः पन्न, भिद् धातुतः भिन्न इत्यादीनि रूपाणि सिद्ध्यन्ति. एते धातवः दकारान्तधातवः इति कृत्वा यक्ताप्रत्ययस्य तकारः अपि अस्ति, तस्य स्थाने तकारस्य स्थाने नकारः आयाति इति कृत्वा खिन्न इति रूपं सिद्ध्यति. एतावता खिन्न इति रूपं क्ताप्रत्ययान्तरूपम् इति विषयः. योद्धारः, दर्शनभगिनी भवती एव वदतु. योद्धारः प्रातिपदिकं पिता पितृ पिता योद्ध योद्धा प्रथम एकवचनं तत्र प्रथमाविभक्तिः तदेव इत्युक्ते अत्र योद्धृ इति प्रातिपदिकं ऋकारान्तप्रातिपदिकं ऋकारान्तशब्दः. तत्र युद्ध धातुतः तृच् तृच् प्रत्ययस्य योजनेन योद्धृ इति प्रातिपदिकं सिद्ध्यति. तृच् इति प्रत्ययः अस्ति. तत्र शोभा भगिनी वदतु, तृच् इत्यस्मिन् इतसंज्ञकवर्णः कः? आं भगिनि, चकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, अपि च ऋकारः तत्र अनुनासिकऋकारः इति उपदेशे जनुनासिक इत्यनेन इत्संज्ञा. पश्यतु, तत्र तृच् इति कथनेन तत्र चकारस्य इत्संज्ञा भवति एव हलन्त्यम् इत्यनेन, किन्तु तृ अवशिष्यते. किन्तु तत्र अन्यानि सन्धिकार्याणि भवन्ति. ऋकारः यथावत् तिष्ठति, सः ऋकारः अनुनासिकऋकारः नास्ति. तत्र गुणः भवति मातृपितृ इत्यस्मिन् तत्र तृच् इति नास्ति इति स्मरामि. नो चेत् अन्यत्र तृ एव तिष्ठति, अपि च गुणं भवति किल भगिनी तत्र तस्य? गुणः भवति. धातुः युद्धधातुः अस्ति. युद्धधातुः कीदृशधातुः? सूर्यकुमारी भगिनी वदतु. इगन्तधातुः इत्युक्ते किं? पश्यतु, इगन्तधातुः इति वदामः वा? धातुः इगन्तः वा? इगन्तलघुपदस्य. उत्तमं. शोभा भगिनी, अत्र इगन्तधातुः अथवा इदुपदधातुः, तयोर्मध्ये भेदः अस्ति. अत्र युद्धधातुः उदुपदधातुः खलु? उपधायाम् उकारः अस्ति. उकारः अस्ति इत्युक्ते उपधायां ह्रस्व इक् वर्णः अस्ति इति एकः विषयः, अथवा धातुः इगन्तः अस्ति वा इति भिन्नविषयः. धातोः अन्ते इक् अस्ति चेत् इगन्त. उत्तमम्. इगन्तधातोः उदाहरणं परिशीलयामश्चेत् भूधातुः इगन्तधातुः, नीधातुः इगन्तधातुः, बुद्धधातुः उदुपदधातुः, तथा एव युद्धधातुः उदुपदधातुः. इत्युक्ते उपधायां ह्रस्व इक् वर्णः अस्ति इति तत्र ज्ञातव्यः अंशः. अत्र अस्माकं विषयः तु योद्धृ इति प्रातिपदिकं, युद्धधातुतः तृच् प्रत्ययस्य योजनेन ऋकारान्तप्रातिपदिकं योद्धृ आयाति. प्रथमाविभक्ति एकवचनरूपं योद्धा, बहुवचनरूपं योद्धारः. अपि च भगिनी एकः प्रश्नः, भगिनी क्षम्यतां, वद. तत्र योद्धृ अस्ति, योद्धा अस्ति वा योद्धा अस्ति? प्रथम योद्धा इत्युक्ते तत् किम् अभवत्? तत्र अन्यानि सन्धिकार्याणि सन्ति. अस्तु अस्तु, धन्यवादः. तृच् इत्यस्मिन् तृ अवशिष्यते, तदर्थमेव क्रू धातुतः कर्तृ. कर्तृ अस्तु, मम प्रश्न तु दकार यो अनन्तरं धकार अस्ति इति विषये. अत्र इतोपि केवलं प्रत्ययस्य प्रसङ्गे उक्तवती, तत्र कानिचन अन्यानि सोपानानि सन्ति, तेषु सोपानेषु तत्र तकारः कथं धकारः भवति एतत् सर्वं सोपानेन लेखनीयम्. अस्तु अस्तु, धन्यवादः भगिनी. सर्वे चिन्तयन्तु, भवन्तः तत्र उत्तरं प्राप्तवन्तः चेत् लिखन्तु. तत्र अन्यानि सोपानानि अपि सन्ति इति अत्र विषयः अस्ति. लघु अहं वदामि. बुद्ध अत्र किं सूत्रं, युद्ध धातु प्रथम युद्ध योगः जश् तथो धोर् सूत्रे दः धकार आगच्छति, तदनन्तरं जलां जष् जश् इति सूत्रेण मुद्धन्य शकार हर्ष अल्पप्राण भवति, तदेव बुद्ध फाम् अपि रूपनिष्पन्नं भवति. बुद्ध धातुतः बुद्ध इति उक्तवती खलु, मम समीपे बुद्ध अस्ति तदेव अहं बुद्ध बुद्ध अस्ति. सादृशमेव युद्ध धातु अपि युद्ध योगः तृ तकार अस्ति, ततः जष्टस्तथो धोर् दः इति सूत्रेण धकार आगच्छति, तदनन्तरं जलां जष् जश् इति सूत्रेण अल्पदपायः अस्ति, ततः युद्ध इति रूपनिष्पन्नं भवति. इत्युक्ते एतावता चत्वारि वा अथवा पञ्च सोपानानि सन्ति अत्र. आरम्भे युद्ध धातुतः योद्ध भवति, इत्युक्ते गुणकार्यं भवति. तत्पश्चात् अन्यानि सन्धिकार्याणि, इत्युक्ते हल् सन्धिकार्याणि भवन्ति, तदेव. अधुना अरुणा भगिनी भवती वदतु तृतीयं वाक्यम्. अहं वयं स्वीकृत्य अहं वयं निद्रामग्नः नास्मि. श्रीलिङ्गे वदतु. मम नूतनवाक्यं भगिनि वा? नूतनवाक्यम् अहं निद्रामग्नः नास्मि इति वाक्यं पुंलिङ्गे अस्ति, स्त्रीलिङ्गे वदतु. शिशुलिङ्गे अपि अहम् इति प्रयुज्यते, तत्र शिशुलिङ्गे लिङ्गभेदः नास्ति. मम प्रश्नः तु अत्र वाक्यं पुंलिङ्गे अस्ति, एतदेव वाक्यं किञ्चित् परिवर्त्य स्त्रीलिङ्गे वदतु. किमर्थं चेत् स्त्रीलिङ्गे वक्तव्यम्. निद्रामग्ना अहं स्त्री किल, निद्रामग्ना. धन्यवादः. निद्रामग्ना नास्मि. नास्मि इत्यस्मिन् तत्र पदविच्छेदं करोतु. न योगः अस्मि, सवर्णदीर्घसन्धिः नास्मि. उत्तमम्. अहम् इदानीं विद्यामग्ना अस्मि इति भवितुम् अर्हति वा? विद्यामग्ना भवति पाठमग्ना अस्मि. तादृशः पदप्रयोगः पूर्वं कृतः वा इति अपि द्रष्टव्यम्. मग्नः इत्युक्ते भगिनी इम्मर्स्ड् इति अर्थे भवति किल. अधुना तत्र निद्रामग्नः इति पदस्य प्रसङ्गे किञ्चित् वक्तुम् इच्छामि. अत्र निद्रा इति आकारान्तशब्दः, मग्न इति पदं क्ताप्रत्ययान्तरूपं क्षान्तरूपं. तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् निद्रया मग्नः इत्युक्ते तृतीयतत्पुरुषसमासः भवति. तृतीयतत्पुरुषसमासयुक्तपदेषु उत्तरपदं साधारणतया क्तान्तपदं भवति. साधारणं परिशीलनमस्ति, निद्रया मग्नः इति विग्रहवाक्यं भवितुमर्हति. तत्र मग्न इति पदमस्ति, मग्न इति क्तान्तरूपम् इति उक्तवती. तत्र धातुः मस्ज्, यथा शस्ज् अस्ति तथा एव मस्ज् इति धातुः अस्ति. मस्ज् धातुतः क्ताप्रत्ययस्य योजनेन मग्न इति रूपम् अस्ति. ईदृशानि पदानि अन्यानि अपि सन्ति. कथम् इत्युक्ते लस्ज् इति धातुतः लग्न, मस्ज् धातुतः भग्न भगिनि, भग्न अपि च उद्विग्न इति पदं वयं जानीमः. उत् उपसर्गपूर्वकः, विज् धातुतः विघ्न उद्विघ्न. एवं रीत्या लग्न मग्न उद्विघ्न इत्यादीनि पदानि क्ताप्रत्ययान्तरूपाणि. तत्र क्ताप्रत्ययः निष्ठाप्रत्ययः, निष्ठाप्रत्ययः अस्ति इति कृत्वा तत्र सूत्रद्वयमस्ति, ओदितश्च स्कोः संयोगाद्योरन्ते च इति सूत्रद्वयेन तत्र निष्ठातकारस्य नकारः भवति. इत्युक्ते एतावता तकारस्य नकारः भवति इति कृत्वा मस्ज् इति धातुतः मग्न इति रूपं सिद्ध्यति. अहं निद्रामग्ना नास्मि इति अत्र लिखितमस्ति. वयं योजयित्वा वदतु भगिनि. ध्यानमग्नः उत्तमं पदम्. अध्ययनमग्नः भगिनि वदतु. अध्ययनमग्नः अध्ययने उत्तमं. वयम् इदानीम् अत्र वाक्यं पूरयतु. अहम् इदानीं पूजां कुर्मः. कुत्र अस्ति कुर्मः? पूजां करोति अस्ति अहं बहुवचने. परिवर्तनं न करोति. भगिनी अत्र वयं पदं योजयित्वा निद्रामग्नः नास्मि इति वाक्यमपि परिवर्त्य तदेव वाक्यं भूतकालार्धे बहुवचने वदतु. वयम् इदानीं निद्रामग्नाः न आसीत्. लट्लकारे वदतु. पश्यतु अत्र एतावता वयम् इदानीं निद्रामग्नाः न स्मः. वयम् इदानीं भवतः सहायकाः स्मः. उत्तमम्. अत्र तदेव तत्र अन्वयः भवति. तदेव अन्वयः भवति. समीचीनं वाक्यं लेखितुम् इच्छामश्चेत्, कोष्टकस्य पदानि संयुज्य वाक्यानि लेखितुम् इच्छामश्चेत्, वयम् इदानीं भवतः सहायकाः स्मः इति वाक्यं साधु. अत्र सहायकाः इति पदं दत्तमस्ति. सहायकः इति वदतु. सहायः इति सुबन्तपदं. सहायः इति नुवुल् भवति वा इति द्रष्टव्यम्. अन्ते का अस्ति इति कृत्वा नुवुल् न भवितुमर्हति. इत्युक्ते तत्र नुवुल् इति प्रत्ययः कृत् प्रत्ययः. इत्युक्ते धातुतः णुवल् प्रत्ययस्य योजनेन अक आयाति. किन्तु अत्र पश्यतु, सहाय इति प्रातिपदिकात् भिन्नप्रत्ययस्य योजनेन निर्मितं पदम्. पठ् धातुतः पाठकः, तादृशं कार्यम् अत्र न भवति इति मम चिन्तनम्. भगिनि एकः सन्देहः, सहाय इति पदं कुत्र योजनीयं? साहाय्यं, साहायता, तद् कथायां प्रेषितवती किल, देवं सहायं करोति. तत्र केचित् पदानि सहायतां, साहाय्यं इति ईदृशी अस्ति. सो ऐ डोण्ट् नो वेन् टु यूस् सहाय, वेन् टु यूस् साहाय्यम्. अत्र पश्यतु, इदं वाक्यम् एकवारं पुनः परिशीलयतु. वयं भवतः सहायकाः स्मः इति वाक्यं साधु. अत्र सहायकः इति पदं दत्तमस्ति. किन्तु तत्र भिन्नप्रत्ययः अस्ति. किन्तु तत्र प्रातिपदिकं सहाय अस्ति. सहायस्य भावः साहाय्यं. पुनः अत्र सूचनां प परिशीलयामश्चेत् कोष्टकस्य साहाय्येन लिखितमस्ति उपरि. तत्र साहाय्यम् इति तद्धितप्रत्ययान्तपदम् अस्ति. सहायस्य भावः साहाय्यं श्यै प्रत्ययान्तरूपम् अस्ति. तत्र तृतीयाविभक्त्यन्तं रूपं दत्तमस्ति. एतावता अनयोः पदयोः प्रयोगः कथं भवति इति प्रश्नः. साहाय्यम् इति नपुंसकलिङ्गपदम् अस्ति. सहायः इति पुंलिङ्गशब्दः अस्ति. कानिचन वाक्यानि निर्मातव्यानि. चिन्तयन्तु, मम साहाय्यं करोतु शुद्धं वा? साहाय्यं करोतु. साहाय्यम् ऐ शुड् से, ऐ शुड् नाट् से साहाय्यं करोतु. इत्युक्ते अत्र पदद्वयं भिन्नं. सहायः सहायः इति भिन्नं पदं, साहाय्यम् इति भिन्नं पदं. सहायशब्दात् निर्मितं तद्धितप्रत्ययान्तपदमेव साहाय्यम्. अन्यानि वाक्यानि स्मारयन्तु. भवत्या अतीव सहायः अभवत्. Can we say? भवत्या, from you, lot of help was got. भवत्या अतीव सहायः अभवत्. सहायः प्राप्तः. प्राप्तः. अभवत्. Then we can say सहायः. सहायः. साहाय्यं लब्धवान्, अलब्ध. साहाय्यं प्राप्तवान्. ओके. किमपि. एतावता मम आशयः तु अत्र सहायः इति पुंलिङ्गशब्दः, साहाय्यम् इति नपुंसकलिङ्गशब्दः. किन्तु साहाय्यम् इति पदं सहाय इति शब्दात् निर्मितं पदम् अस्ति. इत्युक्ते अनयोः लिङ्गभेदः अस्ति इति विषयः. एतावता त्रिलिङ्गं भवति भगिनि, साहाय्यी न भवति. भगिनि, यः सहायं करोति सः सहायकः. यः सहायं करोति सः सहायं करोति इति वदामश्चेत् सहायम् इत्यस्मिन् पदे द्वितीयाविभक्ति एकवचनरूपं वदामः. तत्र तु सहायम् इत्यस्मिन् पदे द्वितीयाविभक्त्यन्तं पदम् अपि च सहाय सकारात् अनन्तरं दीर्घ आकारः नास्ति. इत्युक्ते सहायः इति एकं पदं, साहाय्यं तत्र दीर्घमस्ति. अकारस्य वृद्धिसंज्ञकवर्णः आकारः एव, तदर्थमेव साहाय्यम् इति रूपं सिद्ध्यति. अपि च सहायकः इति पदं दृष्ट्वा एव अहं तां कथां प्रेषितवती. तत्र प्रयत्नशीलानां देवोपि सहायकः इति कथां किमर्थं प्रेषितवती इत्युक्ते सहायक इति पदम् अस्ति. कस्य सहायः अपेक्षितः? स्त्रीलिङ्गे सहायकी इति वक्तुं शक्यते वा? सहायकी भवती. मम सखी, मम सखी, मम सहायकी भवति. सहायकी अस्ति वा? सर्वत्र नीष्प्रत्ययः, नीप्रत्ययः, ईकारप्रत्ययः भवति वा? नो चेत् तत्र कुत्रचित् सहायिका आगच्छति वा? सहायिका तथापि भवितुमर्हति. सहायिका इति रूपम् अस्ति वा? तत्र त्रयः ईकारान्तप्रत्ययाः सन्ति, स्त्रीप्रत्ययाः. इत्युक्ते नीप्, नीषु, नीन् एते प्रत्ययाः सर्वेषां पदानाम् अन्ते आयन्ति वा? नो चेत् तत्रापि नियमाः सन्ति वा? इत्युक्ते कुत्रचित् स्त्रीप्रत्ययानां योजनेन आकारः सिद्ध्यति अन्ते. केषां केषां नियमानां द्वारा तत्र पदं सिद्ध्यति इति द्रष्टव्यमस्ति. भगिनि, तत्र नवुल् अस्ति चेत् सहायिका इति भवति किल? नवुल् अस्ति चेत् यथा सहायकः अपि अध्यापकः, अध्यापिका भवति, नायिका भवति. नवुल् अस्ति, तादृशानि उदाहरणानि दृष्टवन्तः. अपि च मम पार्श्वे बह्व्यः कथाः सन्ति, यदि भवन्तः इच्छन्ति चेत् पठिष्यामः. इत्युक्ते पठिष्यामः भगिनि, बहुकालानन्तरं भवति. भगिनि, अत्र सहायकाः क्तान्तपदं वा? न, क्तान्तरूपं नास्ति. क्तान्तरूपेषु किं भवति साधारणतया? कित् अस्ति, क् ताप्रत्ययः कित् अस्ति. कित् अस्ति इत्युक्ते ककारः इत्संज्ञकवर्णः. तत्रापि क्ता इत्यस्मिन् ककारः लशक्वतधिते इति सूत्रेण लशकु लशकु इति वदामश्चेत् तत्र ककारस्य इत्संज्ञा भूत्वा तत्र केवलं तकारः एव अवशिष्यते इति कृत्वा तत्र रूपेषु साधारणतया अन्ते तकारः श्रूयते. पठित, गम गत, मन्मत इत्यादीनि रूपाणि भवन्ति. किन्तु अत्र भिन्नप्रत्ययः अस्ति इति मम चिन्तनम्. अपि च अहं किं वक्तुमिच्छामि इत्युक्ते अस्माकं कृते पदनिष्पत्तेः ज्ञानं सर्वदा आवश्यकमेव. इत्युक्ते पदनिष्पत्तिः कथं भवति इति तादृशं ज्ञानं सर्वदा आवश्यकमेव. किन्तु पुनः पुनः बहूनां कथानां पठनेन सम्भाषणसामर्थ्यं वर्धते. इत्युक्ते इतोपि वयं नूतनानि वाक्यानि निर्मातुं शक्नुमः कथानां पठनं अथवा कथानां श्रवणम् इतोपि अस्माकं कृते आवश्यकम्. लाभदायकं भवति. किमर्थं तत्र विशेषणविशेष्यभावः नास्ति? सर्वत्र विशेषणविशेष्यभावः भवेदेव इति नियमः नास्ति. कथाश्रवणं कथापठनं इत्युक्ते कथाश्रवणं कथापठनं इति समस्तपदमस्ति. कथाश्रवणं लाभदायकं, श्रवणं लाभदायकम् कथा लाभदायका दायिका भवति. लाभदायिका वेरि बेनिफिशियल्, वेरि बेनिफिशियल् स्टोरि लाभदायिका. भवति अग्रे सरेम. My problem is that I don't get any trickled for shabda vipyuti, but I go for the shabdartha and the lakshyartha when I reading. That's a problem, because words do not, you know, tell me to analyze me in front of me, but the meaning behind it is what it comes to me more than that word. Uttamam tadeva gnyatavyam. तत् विषये महोदय अपि भगिनी एकं वक्तुम् इच्छामि. तत्र भवती उक्तवती पञ्चजन्यः अथवा पञ्चजन्यः पञ्चभिः भूतैः जन्यते इति. तत्र कृष्णः पञ्चजन्यं धमति इत्यस्मिन् एकं गहन अर्थम् अस्ति इति मनसि आगतः. सर्वे पञ्चजन्याः एव अपि कृष्णः तं धमति. कृष्णस्य विना किमपि न भवति इति अपि अर्थं भवितुम् अर्हति. तत्र वयं सर्वे तस्य विराल सर्वेषु शरीरेषु सः एव स्थित्वा तत् अर्थे तादृश अर्थः मनसि आगतः. उत्तमं भगिनि, धन्यवादः. अनन्तरम् अत्र त्वं यूयम् इति पदद्वयमस्ति. तस्मिन् प्रसङ्गे अत्र गीताञ्जलि भगिनी भवती पठतु. त्वं तं स्मरसि इत्युक्ते त्वं तं स्मरणं इत्युक्ते त्वं तु कर्तृपदमस्ति, तं कर्मपदमस्ति, स्मरसि तु मध्यमपुरुष एकवचनम् अस्ति, स्मृ धातुतः आयाति. त्वं तं स्मरसि. त्वं कं स्मरसि? त्वं कं स्मरसि इति तु प्रश्नवाचक. त्वं तम् इत्यस्मिन् स्थाने अन्यत् पदं योजयित्वा वदतु. त्वं कृष्णं स्मरसि. उत्तमम्. अत्र स्मरसि इति पदस्य प्रसङ्गे वदतु. स्मरसि तु मध्यमपुरुष एकवचन रूपम् अस्ति. स्मृतः आयाति मृ धातु इति तु स्मरति इति भवति लट् लट् रूपं वादिगणे अस्ति परसेपदि अपि च सकर्मक अस्ति चेत् अत्र तम् आयाति. उत्तमं भगिनी, उत्तमं चिन्तनं. सर्वे पश्यन्तु, तं स्मरसि इति तत् पदद्वयं दृष्ट्वा किम् अवगन्तुं शक्नुमः? धातुः सकर्मकधातुः, तदर्थमेव तत्र कर्मपदम् अस्ति. स्मरसि इति मध्यमपुरुष एकवचनरूपम् अस्ति. तत्र स्मृ धातुः अस्ति, रूकारान्तधातुः इत्युक्ते इगन्तधातुः. अत्र इगन्तधातुः इति वक्तुं शक्नुमः. स्मृ इति धातुः अस्ति, रूकारान्तधातुः. तत्र चिन्तायाम् इत्यस्मिन् अर्थे स्मृधातुः अस्ति. तत्र गुणः भूत्वा ऋकारस्य गुणसंज्ञकवर्णः अकारः प्रथमतया आयाति, तदनन्तरम् उरण्ड्रपरः इति सूत्रेण अर् आयाति. तत्तेन स्मर् इति रूपम् आयाति. भुवादिगणे अस्ति इति कृत्वा आ इति विकरणप्रत्ययः मध्ये आयाति. स्मर इति अङ्गं सिद्ध्यति, स्मरति इति रूपं सकर्मकधातुः. अग्रिमं वाक्यं वदतु भगिनि. यूयं, यूयं, यूयं जयं वदत. यूयं तु अपि अत्र तु कर्तृपदमस्ति. यूयं जयं वदत. जयं जयं तु कर्मपदमस्ति. वदत तु मध्यमपुरुष लोट् रूपमस्ति, बहुवचनरूपं. वदत, वदत, वद् वद् धातुतः आयाति. जयं, जयं तु कर्मपदम् इत्युक्ते यूयं जयं वदत. वद् वद् धातुतः वदत आयाति. उत्तमम्. अत्र प्रथमाविभक्त्यन्तं रूपं जयः, किन्तु अत्र कर्मपदमस्ति. वद् धातुः सकर्मकः अस्ति इति कृत्वा जयं वदत इति रूपम् अस्ति. अत्र धातुः वदौ अस्ति. तत्र धातौ उपदेशावस्थायां यः अनुनासिक अकारः अस्ति, सः अनुनासिक अकारः उपदेशे जनुनासिक इत् इति सूत्रेण तस्य अनुनासिक अकारस्य लोपं कृत्वा वद् इति लौकिकधातोः निर्माणं कुर्मः इति तत्र विषयः अस्ति. यथा भगिन्या उक्तं, लोट्लकाररूपम् अस्ति, मध्यमपुरुष बहुवचनरूपम् अस्ति. जयं वदत, यूयं, यूयम् इति पदं न लिखामश्चेदपि वयम् अवगन्तुं शक्नुमः. जयं वदत इति केवलं पदद्वयं परिशीलयामश्चेदपि वाक्यस्य अर्थः बुध्यते एव, खलु भगिनि? तं स्मरसि अपि समान एव भगिनि. स्मरसि अन्ते सि अस्ति चेत् त्वम् एव कर्तृपदम् अस्ति. आरम्भिकस्तरीयाणां कृते एवं रीत्या लिखितम् अस्ति. कर्तृपदं नास्ति चेदपि वयम् अवगन्तुं शक्नुमः. इत्युक्ते संस्कृतभाषायां क्रियापदस्य महत्त्वम् अस्ति. बहु सूचयति क्रियापदम्. उत्तमं, बहु किमपि सूचयति क्रियापदम्. अत्र पाठस्य अन्ते सर्वाणि आदेशानि अपि रचयत, पठत, रचयत, तत्र यूयं न भवति किल. अण्डर्स्टुड्, अध्याहृतः. समीचीनं परिशीलनं. कृदन्तरूपाणि अपि बहु किमपि सूचयति. उत्तमं. अहं पूर्वमपि उक्तवती, कृदन्तरूपाणि अपि केषुचित् वाक्येषु क्रियापदम् इव कार्यं कुर्वन्ति, किन्तु एतेषु वाक्येषु तिङन्तपदम् अस्ति. सर्वे लट्लकारः एव. उत्तमं. कृदन्तानि न सन्ति एतेषु वाक्येषु, तिङन्तानि एव दत्तानि. अग्रिमं पुटं पश्यन्तु. सूर्यकुमारी भगिनी, भवती अत्र यथोदाहरणं वाक्यानि रचयत. यथोदाहरणं वाक्यानि रचयत. उदाहरणानि सन्ति, पूर्वं दुर्योधनः हस्तिनापुरं कुरुक्षेत्रम्. उदाहरणम् अस्ति, पूर्वं दुर्योधनः हस्तिनापुरे आसीत्, इदानीं कुरुक्षेत्रे अस्ति. वर्तमानकाले वाक्यानि उदाहरणानि स्तः. अभिमन्युः अत्र स्थगयतु किञ्चित्. आसीत् रूपं किम्? भूतकाल एकवचन प्रथमपुरुष. उत्तमम्. अस्ति लट्लकार प्रथमपुरुष एकवचनम्. इदानीम् इदानीम् अव्ययपदानीम् अव्ययपदम् अद्य कुरुक्षेत्रे अस्ति वर्तमानकाले. भगिनि प्रश्नार्थकपद कुत्र कदा भवति चेत् सप्तमी विभक्ते आन्सर् भवति किल उत्तरे. उत्तमं. सूर्यकुमारी भगिनी प्रश्नवाचकवाक्यानि लिखतु. पूर्वं दुर्योधनः कदा आसीत्? कदा भवति वा अत्र पश्यतु. पूर्वं दुर्योधनः कदा कुत्र कुत्र आसीत् पूर्वं सः कुत्र आसीत् भगिनि कुत्र आसीत्? इदानीं दुर्योधनः कुत्र अस्ति? उत्तमम्. उत्तराणि वदतु. पूर्वं दुर्योधनः हस्तिनापुरे आसीत्, इदानीं कुरुक्षेत्रे अस्ति. उत्तमं. दुर्योधनः पदस्य प्रसङ्गे जानाति चेत् वदतु. न भगिनि. अत्र अहमपि पठितवती एव. अत्र दुष्करं योधनं यस्य सः दुष्करं योधनं यस्य सः इति दुर्योधनः. तथा एव दुःशासनः इत्युक्ते दुष्करं शासनं यस्य सः. अपि च पूर्वं नगरस्य नाम हस्तिनापुरम् आसीत्, इदानीन्तनकाले तस्य नाम किम्? देहली. इदानीन्तनकाले तस्य नाम देहलीनगरम्. दुर्योधनस्य नाम अपि सुयोधन एव, बिकास् आफ् दुष्कृत्य दुर्योधन इति अहं मन्ये. महाभारतकथायां दे डिड् नाट् नेम् हिम् दुर्योधन वेन् हि वास् बोर्न्. सुयोधन ओन्लि, बट् देन् हि टर्न्ड् औट् टु बि दुर्योधन. अहं पठितवती तदर्थं वदामि. पश्यतु विग्रहवाक्यं परिशीलयामश्चेत् दुष्करं योधनं यस्य सः इत्युक्ते इट् इस् वेरि डिफिकल्ट् टु विन् अगेन्स्ट् हिम्. इन्विन्सिबल्. ओके भगिनि, दुर्योधनः समस्तपदं खलु? तत्र पदविच्छेदनकः दुष्करं योधनं यस्य सः इति भवति. तत्र दुर् इति उपसर्गः वा भगिनि? तत्र दुर् इति उपसर्गः. दुर् इत्यस्य अर्थः तु तत्र दुष्करम् इत्युक्ते असाध्यम्. यथा अहं चिन्तयामि तत्र बहुव्रीहिसमासः भवितुमर्हति. यस्य सः, येन सः, तादृशानि पदानि विग्रहवाक्ये सम्भवन्ति चेत् बहुव्रीहिसमासः भवितुमर्हति. अपि च कुरूणां क्षेत्रं कुरुक्षेत्रम् इति अस्ति. भगिनी अग्रिमं वाक्यं पठतु. गीताञ्जलि भगिनी वदतु. क्षम्यतां भगिनि, एक विचारः अस्ति. दुर्योधन यथा भगिनी उक्तवती दुष्करं योधनस्य सह, तेन कृष्णस्य सहायं विना दुर्योधनस्य नष्टं न भवितुम् अर्हति. तत्र रणे इति अहं वदामि भगिनि, इत्युक्ते यु कुड् नाट् विन् दुर्योधन अबौट् कृष्ण. अधर्मस्य मार्गे आसीत् किल, सो धर्म एव जयति इत्येव पाण्डवानां जयः अभवत्. किन्तु दुर्योधन वास् सच् अ ग्रेट् वारियर्. डेफिनेट्लि दट् वे हि कुडन्ट् विन् हिम्. दट्स् वाट् ऐ वास् ट्रैङ्ग् टु से. एक्साक्ट्लि एक्साक्ट्लि भगिनी. दुर्योधनः इत्युक्ते ग्रेट् वारियर् इति अर्थः एव. भगिनी अत्र वदामि वा? दुष्करं योधनं यस्य सः तत्तु जेतुम् असाध्यम् इति भवति चेत् दुष्करं योधनं येन दुष्करं योधनं यस्य सः येन सः बहुव्रीहिसमासप्रसङ्गे बहवः प्रभेदाः सन्ति. वदतु. अत्र यस्य सः instead of yasya saha it should be yena saha because duryodhanah jetum asadhyam asti khalu tat karanat duskaram yodhanam yena saha tas duryodhanena saha yuddham kartum asadhyam asti iti yena saha duryodhanam jetum jetum asadhyam asti saha duryodhanam तादृशं विग्रहवाक्यं साधु. किञ्चित् समापयामः अद्य. सूर्यकुमारी भगिनी भवती एव पठतु प्रथमं. भगिनि प्रथमवाक्यमस्ति अभिमन्युः बालः युवकः. अभिमन्युः पूर्वं बालः आसीत्. अभिमन्युः इदानीं युवकः अस्ति. युवकः अस्ति. अत्र युवकः वदतु. सन्देहः. पूर्वे इति पदम् अपि योजनं शक्नोति वा? पूर्वे पूर्वकाले पूर्वं पूर्वकाले दट् बिक् दट् इस् नाट् एन् अव्यय देन्. पूर्वम् अव्यय. पूर्वे बिकम् सप्तमि विभक्ति किल. अत्र पूर्वम् इत्युक्ते तत्र सप्तमीविभक्ति अर्थः एव अत्र अस्ति. किन्तु पूर्वकालः इति समस्तपदं कुर्मः चेत् पूर्वकाले इति भवति. किन्तु पूर्वम् इत्युक्ते तत्र पूर्वे इति वदनस्य आवश्यकता नास्ति इति भाति. अपि च युवकः इति पदम् अस्ति. युवकः इत्यस्मिन् स्थाने अन्यत् पदं वक्तुमिच्छामश्चेत् तत्र एकं नकारान्तपदम् अस्ति. युवन् युवन् इति नकारान्तशब्दः अस्ति, पुंलिङ्गशब्दः. तस्य रूपाणि युवा युवानौ युवानः. युवा युवानौ युवानः. युवानं युवानौ यूनः. इत्युक्ते तत्र युवन् शब्दस्य रूपाणि किञ्चित् भिन्नानि रूपाणि भवन्ति तत्र. अपि च अभिमन्युः इति पदस्य अर्थः कः इति अहं दृष्टवती. अभिमन्यते युद्धार्थम् इति लिखितमस्ति. अभिमन्यते युद्धार्थं, युद्धार्थं सः अभिमन्यते. अभिमन्यते इत्युक्ते तत्र हि फील्स् प्रौड् टु डू द वार् अथवा हि इस् इण्टेण्डेड् टु डू द वार्, तादृश अर्थः अस्ति. अभिमन्यते अभि उपसर्गपूर्वकः मन् धातोः रूपं. मन्यते इति दिवादिगणीय धातुः अस्ति. अभिमन्यते युद्धार्थम् इति अभिमन्युः इति पदमस्ति. शुभदा भगिनी भवती पठतु अग्रे. भगिनी यदि वयं तम् अभि देन् वी शुड् से अभिमान्यते वा? अभिमन्यते. हि कन्सिडर्स् हिम्सेल्फ्. ओके, वि कन्सिडर् हिम्. इफ् वि डू दट् if we give him, then should say abhimanyate, others abhimanyate. Abhimanyate. Nichi yojanena. Manyante. Okay. Yuddharambhe, okay. Purvam yuddharambhe arjunaha khinnaha asit. Idanim, इदानीं सन्तुष्टः अस्ति. उत्तमं. युद्धारम्भः वदतु. युद्धारम्भः इति समस्तपदं युद्धस्य आरम्भः षष्टितत्पुरुषसमासः आरम्भः इति युद्ध इति इत्यस्य विषये वयं चर्चितवन्तः. आरम्भः इति रभ् धातु आ उपसर्गपूर्वकः रभ् धातोः ल्युडन्तपदम् इति अहं मन्ये. लुट् नास्ति भगिनि अत्र अत्र आ उपसर्गपूर्वकः रभ् धातुतः घञ् प्रत्ययस्य योजनेन आरम्भः इति पुंलिङ्गपदं सिद्ध्यति. तत्र आरम्भः इत्यस्मिन् प्रसङ्गे तत्र एकं विशिष्टं सूत्रमस्ति. रभे रषब् लिटोः रभे रषब् लिटोः इति सूत्रमस्ति. तेन सूत्रेण तत्र नुमागमः भवति इति कृत्वा पदमस्ति आरम्भः. पश्यन्तु अत्र आरम्भः इति भिन्नं पदम्, आरब्धः इति भिन्नं पदं. भवती वदतु आरब्धः इति कीदृशं पदम्? आरब्धः तु क्तान्तरूपम् आ उपसर्गपूर्वकः रब् धातोः क्तान्तरूपं तस्य आरब्धः इति रूपं भवति. रब् योगः त हलन्तव्यञ्जनं सन्धिकार्याणि भवन्ति अत्र तस्य कृते आरब्धः इति भवति. तावदेव. उत्तमं, तदेव. इत्युक्ते युद्धस्य आरम्भः इति विषयः अस्ति. सप्तमी इत्युक्ते समस्तपदस्य सप्तमीविभक्तिरूपम् अत्र दत्तमस्ति. युद्धारम्भे अर्जुनः खिन्नः आसीत्. तत्र आरब्धम् इति भिन्नं पदम् अथवा आरब्धः इति तत्र क्तान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. आरब्धः, आरब्धम्, आरब्धा इति त्रीणि रूपाणि सन्ति. किन्तु अत्र पदमस्ति आरम्भः. आरम्भः इति भिन्नं पदम्. अत्र नुमागमः दृश्यते. अपि च खिद् धातोः रूपमेव खिन्न. सन्तुष्टः वदतु. सन्तुष्टः इति सम् उपसर्गपूर्वकः तुष् धातोः एतत् एतत् क्तान्तरूपम् अपि मन्ये क्तान्तपुल्लि. तत्र तुष् इति दिवादिगणे धातुः अस्ति. अहं सम्यक् रीत्या न जानामि परन्तु तुष्यति इति अहं श्रुतवती आसीत् पूर्वं. तुष्यति इति सो तुष् इति दिवादिगणे परस्मैपदिधातुः तस्य तुष्यति इति रूपं सन्तुष्टक संयोगः तुष्टः क्तान्तरूपम्. अपि च टकारः श्रूयते अतः श्रुत्वं भवति इति अहं मन्ये. संयोगः तुष्योगः तः तत्र श्रुत्वं भवति. अतः सकारस्य स्थाने मूर्धन्यषकारः आगच्छति अतः सन्तुष्टः इति भवति. इत्युक्ते तत्र मूर्धन्यषकारः अस्ति इति कृत्वा तुष् इति धातौ मूर्धन्यषकारः अस्ति इति कृत्वा षकारस्य प्रभावेण तकारस्य स्थाने ष्टुनाष्टुः इति सूत्रेण टकारः मूर्धन्यटकारः आयाति. उत्तमं भगिनि. अत्र सन्तुष्टः इत्यस्मिन् स्थाने वदतु. एकः सन्देहः, रब् धातौ बकार महाप्राण किल महाप्राणः रब् ओके ओके देन् आरब्धः बकार इन् द संयुक्ताक्षर ब अल्पप्राण किल अल्पप्राण भवति वा आरब्धः आरब्ध हा धा बिकम्स् महाप्राण ब बिकम्स् अल्पप्राण किल अल्पप्राण रब् महाप्राण रब् हियर् अल्पप्राण इच् ऐ वास् वण्डरिङ्ग् वेदर् मै स्पेलिङ्ग् इस् करेक्ट् आर् नाट् आरब्ध तत्र अल्पप्राणबकारः एव बट् रब् धातौ धा इस् महाप्राण किल सो ऐ वास् वण्डरिङ्ग् वेदर् इट् चेञ्जस् वेर् एस् इन् आरम्भ भकार रिमेन्स् महाप्राण ओन्लि धातौ अपि महाप्राणः पदं पदायामपि पदेनापि पदे अपि आरम्भः महाप्राण एव अस्ति लेकिन् आरब्ध तत्र किञ्चित् परिवर्तनं भवति वा इति मम संशयः आसीत्. अत्र अहं चिन्तयामि अल्पप्राणबकारः एव आरब्ध अल्पप्राण एव भगिनि किमपि सूत्रम् अस्ति अनन्तरं रब् एव आङ् उपसर्ग रब् ता प्रत्ययः किन्तु यथा भवती उक्तवती अल्पप्राणबकारः भवति आरब्धम् इति कथम् इति न जानामि किन्तु रब् एव आसीत् तत्र So my spelling is correct, no? That's why I was wondering. एकमिष्ट उत्तरमस्ति इति अहं मन्ये एकाचो बशो भष् झषन्तस्य स्वोः तत्र तत्र एकाच् धातुः एकाच् अस्ति चेत् तत् तस्य बकारः पूर्वे बकारः अस्ति चेत् तस्य भकारः भवति इति अत्र विपरीतक्रमेण विपरीतक्रमेण आमामाम् सन्तुष्टः सन्तुष्टः इत्यस्मिन् प्रसङ्गे अन्यानि पदानि कानिचन पदानि वक्तुमिच्छामि तत्र सन्तुष्टः इत्युक्ते हर्षितः इति पदमपि तृप्तः उत्तमम् अपि च प्रीतिमान् प्रीतिमान् इति पदमपि साधु एव सन्तुष्टः मुदितवान् प्रीतिमान् इत्युक्ते भिन्नानि पदानि एतानि वदतु मुदितः अपि भवितुमर्हति मुदितः मुदितः इति कृतान्तरूपं किन्तु प्रीतिमान् इति पदं मतु प्रत्ययान्तपदं यस्मिन् प्रीतिः अस्ति सः प्रीतिमान् तादृशं पदमस्ति अग्रे सरेम शुभदा भगिनी भवती एव पठतु ऋषिकेशः पूर्वं ऋषिकेशः उत्तरप्रदेशे आसीत् अधुना इदानीम् उत्तराखण्डे अस्ति ऋषिकेशः इति एकः तीर्थक्षेत्रः उत्तरभारते अत्र ऋषिकेशः इति पदस्य अर्थः कः इति वयं पश्यामश्चेत् तत्र ऋषिकाणाम् ईशः तत्र ऋषिकम् इत्युक्ते इन्द्रियम् ऋषिकम् इत्युक्ते इन्द्रियम् इन्द्रियाणाम् ईशः ऋषिकेशः तत्र ऋषिकेशः कः कृष्णः श्रीकृष्णः श्रीकृष्णः ऋषिकेशः किन्तु अस्मिन् प्रसङ्गे वदतु भवती यदुक्तवती तत् साधु एव अस्मिन् प्रसङ्गे वाक्यस्य प्रसङ्गे ऋषिकेशः इति एकः अस्ति तीर्थस्थानः अस्ति उत्तरभारते तत् उत्तरप्रदेशः इति एकः राज्यः अस्ति राज्यः वा राज्यं वा राज्यम् अस्ति तत्र ऋषिकेशः इति उत्तरप्रदेशः इति राज्ये आसीत् पूर्वं परन्तु किमपि परिवर्तनं भूत्वा अधुना इदानीं सः तीर्थक्षेत्रः उत्तराखण्डः इति नूतनः राज्यमस्ति तत्र ते तस्मिन् अस्ति तस्मिन् अस्ति इदानीम् नाम परिवर्तनम् अस्ति नूतनराज्यं नास्ति न खलु भगिनि उत्तरप्रदेशः एव खण्डः अभवत् ऐ थिङ्क् आम् उत्तराखण्ड नूतनं राज्यं नाम परिवर्तनं वा नाम परिवर्तनं नो लैक् हौ हैदराबाद् गॉट डिवाइडेड नो राज्यस्य सीमायाः परिवर्तनम् अभवत् राज्यस्य सीमायाः परिवर्तनम् अभवत् एकः एकस्य राज्यस्य द्वे राज्ये इति अभवत् इति अहं चिन्तयामि उत्तमम् एतावत् अत्र ऋषिकेशः इदानीं उत्तराखण्डे अस्ति इति अत्र विषयः साधु भगिनी उत्तमम् अधुना वेदा भगिनी भवती पठतु इतः पूर्वं द्वापरयुगं कलियुगम् इतः पूर्वं द्वापरयुगम् आसीत् इदानीं कलियुगम् अस्ति अत्र युगम् इति पदं नपुंसकलिङ्गशब्दः तथा एव स्थानम् इति नपुंसकलिङ्गशब्दः क्षेत्रम् इति अपि नपुंसकलिङ्गशब्दः क्षेत्रं क्षेत्राणि स्थानं स्थानानि युगं युगानि इति भवति अत्र इतः इति पदमस्ति, तत् पदं सकारान्तशब्दः, इतस् इति सकारान्तशब्दः अस्ति. इतः पूर्वम् अत्र तु पञ्चमीविभक्ति अर्धे अस्ति. साधारणतया किं वदामः, तस्मात् पूर्वं, तस्मात् पूर्वम् इति वदामः. तादृशरीत्या एव अत्रापि इतः इति पदं पञ्चमीविभक्ति अर्धे अस्ति. साधारणतया भवती जानाति चेत् वदतु उपपदपञ्चमी इति वदामः, इत्युक्ते पूर्वम् इति उपपदम् अस्ति चेत् तस्य पदात् पूर्वं पञ्चमीविभक्तेः प्रयोगः करणीयः. द्वापरयुगम् इति वदामश्चेत् भवती जानाति चेत् वदतु. पूर्वयुगस्य नाम द्वापरयुगं, कृष्णस्य किं वदामि, नो चेत् अत्र द्वापरयुगात् पूर्वं युगद्वयम् अस्ति, तयोः नाम किं? त्रेतायुगस्य पूर्वं कृतयुगं, त्रेतायुगात् पूर्वं कृतयुगं, सत्ययुगमपि वदति. साधु, सत्ययुगं, त्रेतायुगं, द्वापरयुगं, कलियुगं. उत्तमम्. इत्युक्ते अत्र विषयः अहं श्रुतवती, कृतयुगे सम्पूर्णसत्यम् आसीत्, देन् 1/4 वेण्ट् आफ्, सो त्रेता वन् बिकेम् त्री, एण्ड् देन् अगेन् सत्यं, देन् बिकेम् नौकलि, सम्पूर्णसत्यं नाशमेव, ओन्लि तपाद एव अत्र अस्ति इति श्रुतवती. दृश्यते तत्तु. साधु, इत्युक्ते सत्यत्रेताभ्यां परः, इत्युक्ते सत्ययुगात् परं त्रेतायुगं, त्रेतायुगात् परं द्वापरयुगम्, इत्युक्ते द्वाभ्यां युगाभ्यां परं द्वापरयुगम्. इदानीं कलियुगं, वाक्यं पूरयतु भगिनि. इदानीं कलियुगम् अस्ति. कलियुगम् इत्युक्ते कलियुगं युगस्य नाम एव. अग्रे वदतु. भीष्मः पूर्वं युद्धक्षेत्रं शरशय्या, भीष्मः पूर्वं युद्धक्षेत्रम् आसीत्, इदानीं शरशय्या का विभक्ति, शरशय्या तृतीया विभक्तिया, शरशय्या वेदा भगिनी अत्र पश्यतु, प्रथमतया युद्धक्षेत्रम् इति पदं योजयित्वा वाक्यं समापयतु. भीष्मः पूर्वं युद्धक्षेत्रे आसीत्, इदानीं शरशय्या सप्तमी विभक्ति, शरशय्याम् अस्ति. इतोपि समीकृत्य वदतु. भीष्मः पूर्वं युद्धक्षेत्रे आसीत्, इदानीं शरशय्यायाम् अस्ति. उत्तमम्. एतावता भीष्मः पूर्वं कुत्र आसीत्, कुत्र आसीत् इत्युक्ते भीष्मः पूर्वं युद्धक्षेत्रे आसीत्, किन्तु इदानीं सः शरशय्यायाम् अस्ति इति अत्र विषयः. भीष्मः इति पदं दत्तमस्ति, अत्र पुंलिङ्गे पदमस्ति, किन्तु भीष्मशब्दः त्रिषु लिङ्गेषु भवितुमर्हति, इत्युक्ते भीष्मः, भीष्मम्. उदाहरणार्थं वाक्यं लेखितुमिच्छामश्चेत् भीष्मं युद्धम् अभवत्, इत्युक्ते कौरवपाण्डवयोः मध्ये भीष्मं युद्धम् अभवत्, भीष्मा प्रतिज्ञा भवितुमर्हति. किन्तु अत्र पुरुषस्य नाम अस्ति इति कृत्वा भीष्मः, सः भीष्मः इत्युक्ते पुरुषः, भीष्मपुरुष इत्युक्ते विशेषणविशेषं वा तत्र मे बहु इति मन्ये वा भीष्म इत्युक्ते अत्र महाभारते तस्य नाम भीष्मः किन्तु भीष्मः सः पुरुषः भीष्मः भीष्मः इत्युक्ते भयानकः एतावत् भीष्मशब्दस्य अर्थः तु बिभेति अस्मात् अस्मात् बिभेति जनाः इत्युक्ते सः भीकरं युद्धम् अथवा भीष्मं युद्धं कर्तुं शक्नोति इति कृत्वा तस्य नाम भीष्मः किन्तु भीष्मस्य पूर्वनाम किम् देवव्रतः शरशय्या इति पदमस्ति अत्र शराणां शय्या शयनार्थं शरशय्या अस्ति साधु भगिनी अत्र शोभा भगिनी भवती करोतु अग्रिमं वाक्यम् आं भगिनि पाण्डवाः वनम् इन्द्रप्रस्थः इति तत्र पाण्डवानां प्राप्तं प्रदेशः पूर्वं वनम् आसीत् इदानीम् इन्द्रप्रस्थः अस्ति इति भवति इति अहं मन्ये भगिनि इन्द्रप्रस्थः इति लिखितमस्ति अत्र अस्ति इत्युक्ते वदतु इन्द्रप्रस्थः एव तिष्ठति किल भगिनि पाण्डवाः इदानीम् इन्द्रप्रस्थे सन्ति भिन्नरीत्या कृतवती अस्तु पाण्डवाः पूर्वं किन्तु तत्र वनम् अस्तु अस्तु अहं चिन्तितवती इन्द्रप्रस्थ अपि वनमेव आसीत् इन्द्रप्रस्थ न न न अस्तु अहं तत् जानामि किन्तु अत्र तेन तेषां वनं प्राप्तं स्थाने दुर्योधनेन तत् स्वीकृत्य ते इन्द्रप्रस्थः कृतवन्तः तत् विषये मम मनः जातः अस्तु पाण्डवाः पूर्वं वने आसन् अधुना इन्द्रप्रस्थे सन्ति पाण्डवाः वने आसन् पूर्वम् इदानीम् इन्द्रप्रस्थे सन्ति इति विषयः अत्र प्रस्थ इति पदं स्वीकुर्मः चेत् तत्र प्रा उपसर्गपूर्वकः स्था धातोः रूपमेव तत्र प्रस्थावने इति अर्थे इति पदमपि अस्ति तत्र प्रस्तावना इति इन्ट्रोडक्षन् अल्पप्राणता आगच्छति महाप्राण किल महाप्राण इत्युक्ते भवती जानाति एव ष्ठा धातुः अस्ति ष्ठा इत्युक्ते तत्र तिष्ठति मूर्धन्यशकारादिधातुः ष्ठा अस्ति तत्र धात्वादेः सहसः सूत्रेण स्वागच्छति तदनन्तरं स्था अपि परिवर्तनं भूत्वा स्था भवति अतः एतावत् अत्र तु प्रस्थः इति कथनेन प्रकर्षेण तिष्ठति प्रकर्षेण तिष्ठति तत्र स्था धातोः रूपमेव तिष्ठति अत्र प्रस्थः इति पदस्य अर्थं पश्यामश्चेत् प्रकर्षेण तिष्ठति प्रकर्षेण इत्युक्ते किं भगिनि उत्तमरीत्या अस्तु आकर्षण इति कृष् धातोः रूपमेव कर्षति आकर्षणं उत्तमरीत्या उक्तवती अग्रिमं वाक्यं कर्णः सामान्यः अङ्गराजः कर्णः पूर्वं सामान्यः आसीत् इदानीम् अङ्गराजः अस्ति भगिनी तत्र एकः प्रश्नः तत्र अङ्गराजः अपि च पूर्वं द्वापरयुगं कलियुगं तत्र समासः कथं भवति विग्रहवाक्यं भगिनी तत्र तु अङ्गस्य राजः द्वापरयुगं कलियुगम् इत्युक्ते विग्रहवाक्यं किं भवति तत्र तदेव वा तत्र साधारणतया नाम अस्ति चेत् सम्भावनापूर्वपदकर्मधारयसमासः भवति इत्युक्ते कर्मधारयः एव कर्मधारयसमासः एव किन्तु तस्मिन् बहवः प्रभेदाः सन्ति इत्युक्ते नवप्रभेदाः सन्ति इत्युक्तेषु अन्यतमः एव सम्भावनापूर्वपदकर्मधारयसमासः. इत्युक्ते भारतदेशम् इति अथवा हिमालयपर्वतः इति वदामश्चेत् तत्र नाम अस्ति इति कृत्वा सम्भावनापूर्वपदकर्मधारयसमासः इति वक्तुं शक्यते. अस्तु, धन्यवादः. अपि च अङ्गराजः इति दत्तमस्ति. अत्र अङ्गराजः इति पदस्य अर्थः कः इति परिशीलयामश्चेत् तस्मिन् राज्ये बहवः जनपदाः सन्ति, तेषां जनपदानां राजा एव कर्णः. जनपदाः सन्ति तत्र, तेषां राजा अभवत् कर्णः. अपि च सामान्यम् अत्र पश्यन्तु, सामान्यम् इति नपुंसकलिङ्गपदमस्ति, किन्तु सामान्यशब्दः त्रिषु लिङ्गेषु भवितुमर्हति. अत्र कर्णः सामान्यः. अत्र कर्णः इत्यस्य विशेषणमस्ति, कर्णः सामान्यः, कर्णः अङ्गराजः. इत्युक्ते एतत् पदद्वयं कर्णः इत्यस्य विशेषणद्वयम् उक्तमस्ति. अत्र सामान्य इति पदस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति, सामान्यः, सामान्या, सामान्यम्. अपि च सामान्यम् इति पदं तथितप्रत्ययान्तपदं, समानस्य भावः सामान्यं सर्वेषु जनेषु वा अथवा रूपेषु इति विषयः. अत्र सामान्य इत्युक्ते ordinary न वा? कामन्. कामन्, ओके. कामन् सर्वेषु यत् कामन् अस्ति तदेव. अन्तिमं वाक्यम् अस्ति. गोमती भगिनी, भवती पठितुम् इच्छति वा अन्तिमं वाक्यं? पठामि भगिनि. युयुत्सुः कौरवपक्षीयः पाण्डवपक्षीयः. युयुत्सुः पूर्वं कौरवपक्षीये आसीत्, इदानीं पाण्डवपक्षीये अस्ति. युयुत्सुः युयुत्सुः पूर्वं कौरवपक्षीये आसीत्. युयुत्सुः तस्य सात्यकी, तस्य पुरातननाम अस्ति युयुत्सुः. युयुत्सुः इत्युक्ते योद्धुम् इच्छा अस्ति तस्मिन्. उत्तमम्. सात्यकी युयुत्सु एकमेव मनुष्यः. पूर्वं सः कौरवपक्षीये आसीत्. भगिनि, अत्र पश्यतु, पक्षीये इति सप्तम्यन्तं रूपम् आवश्यकं वा? युयुत्सुः कौरवपक्षीयः आसीत्. तावदेव. इत्युक्ते तत्र सप्तमी विभक्तेः आवश्यकता नास्ति इति भाति. आवश्यकता अस्ति चेत् वयं कौरवपक्षे आसीत्, इदानीं पाण्डवपक्षे अस्ति. ओके, युयुत्सुः पूर्वं कौरवपक्षीयः आसीत्, इदानीं पाण्डवपक्षीयः अस्ति. उत्तमं. सप्तम्यन्तं रूपं योजयित्वा पुनः वदतु. युयुत्सुः पूर्वं कौरवपक्षे आसीत्, इदानीं पाण्डवपक्षे अस्ति. उत्तमम्. अत्र युयुत्सुः इति पदमस्ति. अत्र यः योद्धुमिच्छति सः युयुत्सुः. युयुत्सुः इति पदं सन् प्रत्ययान्तपदं, युद्धधातुतः सन् प्रत्ययस्य योजनेन युयुत्सा इति आकारान्तपदं सिद्ध्यति, अपि च युयुत्सुः इति उकारान्तपदमपि सिद्ध्यति. युयुत्सते इति लट्लकाररूपमपि तत्र सिद्ध्यति. भवन्तः सर्वे श्रुतवन्तः एव कानिचन पदानि, मोक्तुमिच्छा, मुमुक्षा, मुमुक्षुः, उत्तमं. जिज्ञासा, पिपासा, बुभुक्षा, मुमुक्षा इत्यादीनि पदानि आकारान्तस्त्रीलिङ्गपदानि अपि सिद्ध्यन्ति. इत्युक्ते तत्र धातुतः सन् प्रत्ययस्य योजनेन सन्नन्तरूपाणि सर्वदा इच्छार्थे भवन्ति. इत्युक्ते सन् प्रत्ययः इच्छार्थे योजयामः. तत्र आकारान्तपदं युयुत्सा, बुभुक्षा, पिपासा अथवा मुमुक्षा, शुश्रूषा इत्यादीनि पदानि सन्ति, किन्तु चिकीर्षा उत्तमम्। अत्र उकारान्तपदमपि सिद्ध्यति तत्र, इत्युक्ते अन्तिमप्रत्ययः भिन्नप्रत्ययः अस्ति इति कृत्वा मुमुक्षुः, बुभुक्षुः, युयुत्सुः, शुश्रूषुः, जिज्ञासुः इत्यादीनि उकारान्तपदानि अपि तत्र सिद्ध्यन्ति। सम्प्रत्ययस्य योजनेन यत् पदं, नूतनं पदं लट्लकाररूपं सिद्ध्यति, तत् पदं पूर्ववत् भवति, पूर्ववत् सनः इति तत्र नियमेन युद्धधातुः आत्मनेपदिधातुः इत्युक्ते युध्यते इति अस्ति, युद्धधातुः तस्य लट्लकाररूपं युध्यते अस्ति इत्युक्ते आत्मनेपदिरूपम् अस्ति इति कृत्वा सन्प्रत्ययस्य योजनानन्तरं यद्रूपं सिद्ध्यति तद्रूपमपि आत्मनेपदिरूपमेव सिद्ध्यति। इत्युक्ते धातोः पूर्वं रूपं यदस्ति तादृशं पदमेव प्रत्ययस्य योजनानन्तरमपि सिद्ध्यति। इत्युक्ते मम आशयः तु युध्यते अस्ति, तथा एव युयुत्सते इति आत्मनेपदिरूपं सिद्ध्यति, किन्तु अत्र अस्मिन् पदे ऊ प्रत्ययः अस्ति अन्ते, तदर्थमेव भगिनि एतत् ऊ प्रत्यय इण्डिकेट्स् द पर्सन् किल, युयुत्सुः युयुत्सा इति इच्छा प्रकटति, ऐ थिङ्क् pipasa pipasu who is one who is thirsty, pipasa is thirst, uttamo khila ichchu ha okay okay ha ha ichchati ichcha ichchu anyate ekam padam vadami va bhagini vayam sarve pipatheshavah santi khila papath dhatoh rupam eva pipatesha ha patitum ichcha pipatesha इच्छुः पिपठिषुः इच्छवः पिपठिषः पिपठिषवः उत्तम। इत्युक्ते गुरुशब्दवत् उकारान्तशब्दः अस्ति इति कृत्वा प्रथमाविभक्ति बहुवचनरूपं वयं सर्वे पिपठिषावः। साधु भगिनी उत्तमम्। इत्युक्ते पठितुम् इच्छा इति, तत्र पठितुमिच्छा पिपठिषा, किन्तु तत्र ऊ प्रत्ययस्य योजनेन पिपटिषुः उकारान्तपदं सिद्ध्यति, तस्य रूपं प्रथमाविभक्ति बहुवचनरूपं। साधु भगिनी उत्तमं, धन्यवादः। वदतु आरब्ध इति शब्दस्य सन्धिकार्यम् अहं स्थापितवती चाट् मध्ये, इफ् एनिबडी इस् इण्ट्रेस्टेड् ऐ जस्ट् गाट् इट् इन् मै बुक्। धन्यवादाः। एवं रीत्या वयं सम्यक् चिन्तनं कृतवन्तः। भवन्तः इच्छन्ति चेत् इदानीम् इति अव्ययं योजयित्वा अन्यानि वाक्यानि रचयन्तु। अग्रिमः अध्यायः अस्ति भूतकालरूपाणि, तं पाठम् अग्रिमे सप्ताहे चर्चयिष्यामः, अधुना समापयामः। सर्वेषां धन्यवादाः। धन्यवादः। धन्यवादः।